नमस्कारः, अस्माकं पाणिनीयव्याकरणवर्गे सर्वेषां स्वागतम्। गतवर्गे वयं तु पाणिनीयं सूत्रं कथं पठनीयम् इति पठितवन्तः, अपि च निमित्तम् इति किम् इत्यपि तस्य प्रारम्भमपि कृतवन्तः। प्रायः निमित्तम् इत्यस्य विषये किञ्चित् पुनःस्मरणं कृत्वा अग्रे गच्छेम। यतोहि गतवर्गे जनत्रयमेव आसीत्, तदर्थं किञ्चित् पुनःस्मरणं कृत्वा गच्छेम। मया रेकार्डिङ्ग् श्रुतमस्ति, किञ्चित् संलग्नम्। हा, उत्तमम्। अस्तु, जगन्नाथमहोदय, भवान् एव किञ्चित् निमित्तम् इत्युक्ते किम् इति वदतु। अहम् आरम्भे किञ्चित् कालं म्यूट् मध्ये स्थास्यामि इति उक्तवान् महोदय। अहं निमित्तविषये, निमित्तम् इत्युक्ते तेषां यत् कारणं भवति, यदि रसाभ्यां नोणः इति रेफः षकार न सन्ति चेत् तर्हि णत्वं न भवति इति, तस्य निमित्तम् इति अहम् अवगतवान्। उत्तमम्, अस्तु, धन्यवादः महोदय। भवान् म्यूट् मध्ये स्थास्यतु, यदा भवान् वक्तुं शक्नोति वदतु कृपया। प्रायः सार्धदशवादने वक्तुं शक्नोति। अस्तु, धन्यवादः। नूतनः इतोपि के के सन्ति? कोऽपि नूतनः? अस्तु, शिवराम महोदय, भवान् वदतु, सप्तमी विभक्तिः कस्यचन पदस्य सप्तमीविभक्तिः अस्ति चेत् किं तस्य किं निर्देशं भवति? सप्तमी विभक्ति निमित्तमस्ति। निमित्तं नाम कारणं, काश्चित् विधिः यदि वयं कुर्मः तदा तत् विधिः कृते किञ्चित् निमित्तं भवति, कारणं भवति। सूत्रे यस्य पदस्य सप्तमी विभक्ति भवति तत् प्रायशः वयं परकारणं रूपेण स्वीकुर्मः, सप्तमी विभक्ति अस्ति चेत्। यथा अत्र सूत्रम् उदाहरणरूपेण दत्तमस्ति, इको यण् अचि इति। अत्र इकः यण् अचि इति त्रीणि पदानि तत्र सूत्रे सन्ति। इकः षष्ठी विभक्ति अस्ति इक इति प्रातिपदिकस्य, यण् इति प्रथमा विभक्तिमध्ये अस्ति, अचि इति सप्तमी विभक्तिमध्ये अस्ति, अच इति प्रातिपदिकस्य। सूत्रस्य अर्थः इदं भवति, इकः स्थाने यण् आदेशः भवति, किन्तु सः आदेशः कदा भवति? तर्हि इकः वर्णस्य अनन्तरम्, इकवर्णस्य परं यदि अचवर्णः अस्ति चेत् एव तत्र इकवर्णस्य स्थाने यणवर्णः तत्र भवितुम् अर्हति। एतत् कारणेन अचि इति सप्तमीविभक्तिमध्ये नियमनं करोति इकस्थाने यण आदेशस्य कृते। अस्तु, तर्हि कार्यं कुत्र भवति? हा, अधुना पश्यतु, यस्य पदस्य षष्टिविभक्ति अस्ति तत्र साक्षात् कार्यं भवति। अत्र इको यण् अचि मध्ये इक इति प्रत्याहारः, इ तथा यण अपि प्रत्याहारः अस्ति। अत्र यथा सङ्ख्याम् अनुदेशसमानं वा स्थाने अन्तर्तम इति सूत्रेण इकारस्य स्थाने यकारः, उकारस्य स्थाने वकारः, एतत् पद्धत्या आदेशः तत्र करणीयमस्ति। षष्टिविभक्तिः अस्य अस्ति, तस्य स्थाने आदेशः भवति. आदेशः प्रथमाविभक्तिमध्ये अस्ति, किन्तु तत् आदेशः निमित्तमात्र एव भवति. यदि निमित्तः तत् निमित्तं यदि यदि निमित्तस्य उपस्थितिः यदि अस्ति चेत् एव सः आदेशः तत्र भवति. उत्तमं. तर्हि मम प्रश्नः आसीत्, यदि पञ्च सप्तमी विभक्त्यां किमपि पदमस्ति, तस्य पूर्वं कार्यं भवति वा तस्य परं कार्यं भवति वा? अत्र सप्तमी विभक्ति निमित्तपरमस्ति. निमित्तपरमस्ति नाम कार्यं कारणस्य पूर्वं भवति. उत्तमं. यस्य स्थाने आदेशः अस्ति तत् स्थानं निमित्तस्य पूर्वमस्ति, तथा निमित्तम् उत्तरम् अस्ति. उत्तमं, धन्यवादः, बहु स्पष्टम् अस्ति. अभिजितमहोदय, भवान् वदति वा पञ्चमी विभक्ति विषये? इदं मम प्रथमदिनः. अस्तु, चिन्ता नास्ति. पूर्वं सर्वम् अस्ति तत्र ध्वनिमुद्राणानि शृणोतु यदि समयः अस्ति चेत्. अस्तु, भानुचैतन्यमहोदय, भवान् वदति वा पञ्चमी विभक्ति विषये? हरि ओं भवान्, अहं गतवर्गं न आगतवान् अतः अहम्. अस्तु, चिन्ता नास्ति. यदि भवान् वर्गं न आगच्छति ध्वनिमुद्रणानि शृण्वन्तु, यतः अत्र अग्रे एव गच्छेम वयं सर्वदा. अपि च यदि पूर्वपाठः न अवगतः तर्हि क्लेशः भवेत्. यदि न आगच्छन्ति भवानेव भवन्तः एव दायित्वं स्वीकृत्य तत्र किञ्चित् पठन्तु, स्वपठनं भवतु कृपया. अस्तु, सुमन् भगिनी भवती वदति वा पञ्चमी विभक्तिः इति कथं निर्देशं करोति? अस्तु महोदय, पञ्चविभक्ति अपि निमित्तमेव. तत्र तु कार्यं परं भवति. अस्तु, उदाहरणम्? उदाहरणं न स्मरामि महोदय, एकनिमिषम्. अत्र करपत्रे दृष्ट्वा वदतु, करपत्रं दृष्ट्वा. अत्र रसाभ्याम् इति अस्ति. आम् आम् आम्, रकार नो चेत् षकार अस्ति चेत् ते तु ते वर्णे निमित्तं भवति. नकारस्य णकार नकार रकार नो चेत् षकारस्य अनन्तरं भवति, नकारस्य णकार भवति. अस्तु, तर्हि पञ्चमी विभक्तिः अस्ति चेत् तद्निमित्तं कार्यं तस्य परं भवति, यतोहि कुत्र कार्यं भवति इति तस्य परं कार्यं भवति इति सूचयति. तर्हि तत्र रसाभ्यां नूणः समानपदे इति सूत्रं, रसाभ्यां नूणः समानपदे इति सूत्रं. तत्र रसाभ्याम् इति पञ्चमीविभक्तौ अस्ति. तत्र र ष रेपः षकारः वा अस्ति चेत्, निमित्तमस्ति चेत् तस्य परं स्थितस्य नकारस्य णकारः भवति, कदा समानपदं भवति चेत्. यदि भिन्नं पदम् अस्ति चेत् तथा न भवति इति अर्थः. अस्तु, तत्र निमित्तम् अस्ति र ष ते नकारस्य पूर्वं वर्णौ स्यातां तदा भवति कार्यं यदा रेपः षकारः नकारस्य पूर्वम् अस्ति रेपः अस्ति वा षकारः अस्ति वा पूर्वं स्यात् तदा नकारस्य णकारः भवति इति तत्र वार्ता अस्तु तत्र उदाहरणात् प्रारम्भं कुर्मः वयं नूतनाः के के भवती का सरोजा अस्तु भवत्याः संख्या का 7 2 3 7 3 9 8 6 अस्तु धन्यवादः किञ्चित् प्रश्नः अस्ति कृपया वदतु भगिनि एते उदाहरणे रामा योगः इना रमिना अस्ति रमिना राइट सेकेण्ड् वन् इस् राइट् फर्स्ट् वन् इस् नाट् रमिना न रामेन प्रथमं रामयोगः इना तत्र किं भवति गुणसन्धिः भवति गुणसन्धिः रामे न इदानीं रषाभ्यां नौण समानपदे इति सूत्रेण तत्र नकारस्य णकारः भवति प्रथमं गुणसन्धिः तदनन्तरं रामेण णत्वं भवति अन्तिमं रूपं रामेण एव परन्तु मध्ये किञ्चित् मध्ये अन्यकार्याणि अपि सन्ति तद् अत्र सूचितमस्ति गुणः इति तत्र रामयोगः इन इत्यस्मिन् रामेण इति भवति अस्तु भानुचैतन्य महोदय भवान् पठतु अत्र रामस्य रेपः इति अस्ति तत् ततः आं महोदय अत्र रामस्य रेपः पूर्वं नास्ति चेत् नकारस्य स्थाने नकार आदेशः भविष्यति किं नैव अतः सः रेपः कार्यस्य निमित्तम् कार्यात् पूर्वं रेपः शकारः च नास्ति चेत् कार्यं न भवति अग्रिम तद् अङ्गिमपि पठित्वा वदतु देवयोग इन् देवेन इन इति अस्ति तत्र इन् नास्ति इन इति पठितव्यम् आम् आम् आम् आम् आम् देवयोग इन देवेन अत्र देवशब्दे रेफः नास्ति अस्यां दशायां नकारस्य स्थाने णकारः भवति वा न भवति किल निमित्तस्य अभावे देवेन यथावत् तिष्ठति अत्र उदाहरणे रामेण कथं भवति इति सूत्रेण दीयते अत्र रामस्य रेपः पूर्वं नास्ति चेत् रामस्य तु रेपः रामस्य राम इति शब्दस्य रेपः कुत्र अस्ति रेपः कुत्र अस्ति नकारस्य पूर्वं वा नकारस्य अनन्तरं वा नकारस्य पूर्वं तदर्थं तदेव उक्तं रेपः पूर्वं नास्ति चेत् नकारस्य स्थाने नकारादेशः न भवति इति स्पष्टमेव क्षम्यतां सूत्रं तु रषाभ्यां नोनः समानपदे तत्र भवान् एकं प्रश्नः मया समानपदे इत्युक्ते किं नकारस्य समानपदे इत्युक्ते पदम् एकमेव स्यात् इदानीं पदद्वये अस्ति इदानीं रेपः अस्ति तदनन्तरम् अन्यं पदमस्ति कश्चन अन्यं पदं किं किमपि अन्यं पदमस्ति इति चिन्तयतु तत्र नकारः अस्ति इदानीं रेपः अस्ति निमित्तं तदनन्तरम् अन्यस्मिन् पदे नकारः अस्ति तर्हि तस्य नकारस्य णत्वं न भवति एकस्मिन् पदे एव रेपस्य रेपः अपि च नकारः भवितव्यम् इति अर्थः ओहो कोऽपि अत्र अस्तु वदतु महोदय अग्रिमे गच्छामि न न एवं किम् अत्र पठितं तदेव वदतु किञ्चित् देवेन इति नैव अतः सः रेपः कार्यस्य निमित्तम् अतः सः रेपः कार्यः निमित्तम् इति किञ्चित् वदति भोः अत्र रेपः एव कार्यस्य निमित्तम् इति अर्थः कः निमित्तं नकारस्य नकारस्य णकारः कृते कः निमित्तं किम् तदहं न जानामि निमित्तम् अहं किं निमित्तम् इत्युक्ते कारणम् इति उक्तं खलु पूर्वं निमित्तम् इत्युक्ते कारणम् अत्र रेपः एव कार्यस्य निमित्तं न तु षकारः यदि सूत्रं किं वदति रषाभ्यां रेपः अथवा षकारः अस्ति चेत् नकारस्य णकारः भवति अत्र रामेण इत्यस्मिन् कः निमित्तं किं निमित्तम् रामेण रेपः एव निमित्तं तदेव तत्र उक्तम् अतः सः रेपः कार्यस्य निमित्तम् इति उक्तं तत्र कार्यात् पूर्वं रेपः शकारः च नास्ति चेत् कार्यं न भवति तत्र सूत्रानुसारेण रेपः अथवा शकारः भवितव्यं न भवति चेत् तस्य कार्यं न भवति उत्तमम् अग्रे देवयोग इन देवेन अत्र देवशब्दे रेपः नास्ति तत्र द ए व इत्येव अतः रेपः अथवा शकारः अपि नास्ति तत्र अस्यां दशायां नकारस्य स्थाने णकारः भवति वा न भवति किल तत्र रेपः नास्ति शकारः नास्ति अत्र देवेन नकारः स्थाने णकारं न सम्भवति निमित्तस्य अभावे देवेन यथावत् तिष्ठति निमित्तम् अत्र तु रेपः अथवा षकारः द्वयम् अभावः तत्र लोपः अतः देवेन इति पदेन देवेन देवेन न भवति उत्तमं धन्यवादः महोदय अत्र इदानीं रामयोगः इन इति अस्ति तर्हि साक्षात् नास्ति खलु नकारः न इति रेपस्य अनन्तरम् आकारः अस्ति मकारः अस्ति तदनन्तरम् अकारः अस्ति तदनन्तरम् एकारः अस्ति मकारस्य अनन्तरम् एकारः अस्ति रामे तदनन्तरं नकारः अस्ति इदानीं साक्षात् नास्ति परन्तु तथापि कार्यं भवति वा इति प्रश्नः भवितुमर्हति तस्मिन् विषये एव अग्रे अस्ति शिवराम महोदय भवान् पठतु अट्कुप्वान् अट् कुप् आङ्नुं व्यवाये अपि इत्यनेन रेफनकारयोः मध्ये स्वराः सन्ति चेदपि णत्वं भवति अट् प्रत्याहारे ए वर्णाः कवर्गीयाः वर्णाः पवर्गीयाः वर्णाः आ इति उपसर्गः अनुस्वारः रेफनकारयोः मध्ये एते सन्ति चेत् अपि णत्वं भवति. विवरणं करोमि वा एतस्य? अट् प्रत्याहारे किं किं वर्णाः सर्वं? अट् प्रत्याहारे सर्वे स्वराः तत्र सन्ति, तथा हयवरट हकारः यकारः वकारः तथा रेफा तु अस्ति एव तत्र, तथा सर्वे स्वराः अट् प्रत्याहारे वर्णः. दशाभ्यां नोन समानपदे मध्ये रेफ वा षकारस्य साक्षात् अनन्तरं यदि नकारः अस्ति तर्हि तस्य स्थाने नकारः भवति इति प्रथमसूत्रस्य अर्थः अस्ति. किन्तु द्वितीयसूत्रं किं वदति? रेफ षकार तथा नकारमध्ये व्यवधानरूपेण यदि अटप्रत्याहारस्थवर्णः कवर्गीयवर्णः, कवर्गीयवर्णः नाम क ख ग घ ङ, पवर्गीयवर्णः प प प प म, आकारः उपसर्गः तथा अनुस्वारः रेफः षकारः तथा नकारः एतयोः मध्ये एते वर्णाः यदि आगच्छन्ति चेत् अपि नकारस्य स्थाने नकारः भवति इति सूत्रस्य अर्थः. उत्तमम्. इदानीं स्पष्टं किम्? अत्र रेफस्य अनन्तरं रेफः षकारः तु निमित्तम् अस्ति, पूर्वनिमित्तम् अस्ति रेफः षकारः. नकारः तु स्थाने अस्ति, तस्य नकारः आदेशः अस्ति, नकारस्य स्थाने नकारः भवति यदि पूर्ववर्णः रेफः वा षकारः अस्ति, साक्षात् अस्ति वा रेफ षकार तथा नकारस्य मध्ये एते वर्णाः अट् प्रत्याहारस्थ कवर्गीय पवर्गीय आ तथा अनुस्वारः एते वर्णाः मध्ये अस्ति चेत् अपि नकारस्य स्थाने नकारः भवति. उत्तमं महोदय, धन्यवादः, बहु सम्यक्. अस्तु, इदानीम् अभिजित् महोदय भवान् पठति वा? अस्ति तृतीयविभक्तौ तत्र करपत्रमस्ति वा पूर्वपुरतः भवतः पुरतः? तत्र तृतीया विभक्तौ अस्ति इति एकं पङ्क्ति अस्ति खलु, ततः पठतु. तृतीया विभक्तौ अस्ति तदा योगः इति उच्यते. योगः इत्युक्ते सम्बन्धः. सम्बन्धः इत्यनेन निमित्तं पूर्वम् अपि भवितुम् अर्हति, परमपि भवितुम् अर्हति. अतः सप्तमी पञ्चमी इत्यनयोः मिलेनमिति चिन्त्यताम्. नामपूर्वकार्यम् अपि अर्हति, परकार्यम् अपि अर्हति. अत्र मेलनमिति भवत् तत्र टङ्कणदोषः अस्ति. मेलनम् इति चिन्त्यताम् इति चिन्तयतु. तत्र तत्र किञ्चित् दोषः अस्ति. अस्तु महोदय, भवान् किं पठितवान् इति स्ववाक्येन वदतु. किम् अवगतं तत्र, किम् अस्ति इति? अस्तु, अहं साहाय्यं करोमि. अत्र अस्ति तृतीयाविभक्तौ इति कश्चन पदं, किमपि पदं तृतीयाविभक्तौ अस्ति चेत् योगः इति अर्थः. इत्युक्ते तस्य पूर्वं वा परं वा निमित्तम् अस्ति इति अर्थः. योगः इत्युक्ते साक्षात् निकटे अस्ति, सन्निहिते अस्ति इति अर्थः. इत्युक्ते निमित्तम् अस्ति पूर्वं वा परं वा इति अर्थः. तदर्थं षष्टि अपि स्वीकर्तुं शक्नुमः, पञ्चमी अपि स्वीकर्तुं शक्नुमः, परन्तु तत्र साक्षात् भवतु, योगः इत्युक्ते अत्र रसाभ्याम् इति अस्ति खलु, तत्र रसाभ्याम् इति पूर्वकार्यं कार्यं परम् अस्ति इति उक्तं खलु. निमित्तं तु परं, निमित्तं पूर्वमस्ति, कार्यं परमस्ति इति अर्थः. परन्तु अत्र तृतीयायां साक्षात् परं, साक्षात् पूर्वम् इति स्वीकर्तव्यम्. अवगतम् अत्र किमस्ति तत्र नाम पूर्वकार्यमपि अर्हति परकार्यम् अपि अर्हति इति उक्तम्. अत्र अग्रे पठतु महोदय भवानेव. अत्र यत् पदं तृतीया विभक्तौ तत् कार्यस्य निमित्तम् इत्युक्तौ कार्यस्य कारणं, ततः तस्य अभावे कार्यं न भविष्यति. अत्र निमित्तम् इत्युक्ते किम् इति उक्तं. निमित्तं कार्यस्य कारणमस्ति. तत्र तृतीयविभक्तौ निमित्तं निर्दिष्टं खलु. निमित्तं किं, कस्मिन् विभक्तौ भवितुम् अर्हति? सप्तमीविभक्तौ विभक्तौ भवितुम् अर्हति, पञ्चमी विभक्तौ भवितुम् अर्हति, अत्र तृतीया विभक्तौ अपि भवितुम् अर्हति इति उक्तं. तर्हि तत् कार्यं निमित्तम् इत्युक्ते तत् कार्यस्य कारणमस्ति. तर्हि तस्य अभावे यदि निमित्तं नास्ति तस्य कार्यस्य अपि कार्यमपि न भवितुम् अर्हति. निमित्तमस्ति चेदेव कार्यं तथा. सूत्रं पठति वा महोदय? स्तोः चुना शुः सकारतवर्गयोः षकार च वर्गाभ्यां योगे षकार च वर्गौ स्तः योगः सम्बन्धः इत्यनेन निमित्तं षकारः च वर्गः च पूर्वम् अपि भवितुम् अर्हति, परमपि भवितुम् अर्हति. स्तोः षष्ठन्तं श्चुना तृतीयान्तं श्चुः प्रथमान्तम्. अत्र किम् अस्ति, भवान् वदति वा? भवान् जानाति खलु स्तुत्वम् अस्ति तत्र, सन्धिकार्यमस्ति तत्. अन्यत् योगः च तत्र अस्तु. भवान् पठतु, उदाहरणं पठतु, तदनन्तरं सूत्रं किं वदति इति वदतु. अन्यत् योगः च अन्ययोगस्थाने च योगः च अन्यच्च. अत्र निमित्तं चकारः, परं कार्यं तस्थाने च पूर्वम्. अस्तु अस्तु, कार्यं तु पूर्वम् अस्तु. अत्र अन्यत् योगः च इति स्वीकुर्मः. अत्र अन्यत् योगः च इति अस्ति. तत्र सूत्रं, प्रथमं सूत्रम् अवगन्तव्यं. स्तोः इति अस्ति, स्तोः तदनन्तरं षष्ट्यन्तम् इति उक्तं. स्तोः षष्ट्यन्तम् इत्युक्ते प्रथम एकवचनरूपं किं भवति? स्तः. स्तः इत्यस्य प्रथम षष्टिरूपं किम्? स्तस्य इति भवति खलु. परन्तु अत्र स्तोः इति अस्ति, तत्र प्रथम एकवचनरूपं किं भवति? कोऽपि का उक्तवती? स्तु इति. बहु सम्यक्. स्तु इति प्रथम एकवचनरूपं. तत्र स्तु इत्यस्मिन् सकारः अस्ति, तु इति अस्ति. तु इति त वर्गं सूचयति. तत्र अट् कुप् वाङ् इति अस्ति खलु अत्र पूर्वं, त कु इति क वर्गं सूचयति, पु इति प वर्गं सूचयति, तथा तु इति त वर्गं सूचयति. त त द द न इति. तर्हि सकारः स अपि च त थ द ध न इति पञ्चवर्णाः सूचयति स्तु इति. स्तोः इति षष्ट्यन्तमस्ति. षष्टि अस्ति चेत् किं भवति? षष्टि विभक्ति अस्ति चेत् किं तस्य स्थाने इति सकार तकातवर्गस्थाने किमपि भवति तत्र स्थानं निर्दिश्यति. तत्र प्रथम एकवचनरूपं किं, तत्र प्रथम एकवचनं पदं किम् अस्ति तत्र सूत्रे? आदेशागमः. तत्र प्रथम एकवचनं किम् अस्ति तत्र सूत्रे किम् अस्ति? श्चुः इति अस्ति. तर्हि सकार तवर्गस्थाने श्चुः आगच्छति. श्चुः इत्युक्ते षकारः अपि च वर्गः च छ ज ज्ञ इति भवति. इति एते पञ्चवर्णाः भवितुम् अर्हति इति अर्थः. इदानीं सकारतवर्गयो तवर्गस्थाने षकार च वर्गः आगच्छति कदा इति प्रश्नः. तत्र स्चुना इति तृतीयाविभक्तौ अस्ति. स्चुना स्चुना इत्यस्य तृतीयाविभक्तिः अस्ति. तद् तस्यापि प्रथमैकवचनकं ष्ठु एव खलु. तर्हि सकारतकारयोः पूर्वं वा परं वा ष अथवा च वर्गः च वर्गीयवर् वर्णः अस्ति चेत् तस्य षकारः वा च वर्ण आग च वर्ण आदेशः भवति इति अर्थः सूत्रस्य. सूत्रं स्पष्टम्? अत्र प्रश्नः, सूत्रं किमिति? अत्र किमस्ति, अन्यत् योगः च इति अस्ति. तत्र अन्यत् इति तकारः अस्ति. इदानीं स्तोः इति सकारतकारवर्णयोः स्थाने इति अस्ति. इदानीं तकारस्थाने किमपि भवितुम् अर्हति, यतोहि चकारः तदनन्तरं साक्षात् अनन्तरं चकारः अस्ति, च इति वर्णः अस्ति, च इति वर्णः अस्ति. तस्मिन् सन्दर्भे अत्र स्तोश्चुनाश्चुः स्तोश्चुनाश्चुः इति सूत्रस्य कार्यं भवति. यतोहि तकारस्य साक्षात् अनन्तरं चकारः अस्ति. साक्षात् पूर्वं वा अनन्तरं वा चकारः वा षकारः अस्ति चेत् अस्य सूत्रस्य कार्यं भवति. इदानीं तकारस्य अनन्तरं चकारः अस्ति, तदर्थं चकारस्य तकारस्य स्थाने चकारः भवति. अन्यच्च च अन्यच्च इति भवति. स्पष्टम्? अस्तु, अग्रे पठतु महोदय. अन्यत् इति अत्र केवलम् अन्यत् अत्र केवलम् अन्यत् इति पदम् अस्ति चेत् तो च इति कार्यं भवति वा न भवति किल? निमित्तस्य अभावे अन्यत् यथावत् तिष्ठति. यज् योग अत्र किं पूर्वं पठितस्य वाक्यस्य भवान् स्ववाक्येन वदतु, किम् अस्ति तत्र, किम् अवगतवान् भवान्? केवलम् अन्यत् इति पदं प्रक्रिया इदं प्रक्रिया मा संस्कृतम् तत्र किम् अस्ति भवान् अत्र किम् अवगतवान्? अन्यत् इति केवलम् अन्यत् इति अस्ति, तदनन्तरं चकारः नास्ति चेत् कार्यं भवति वा? न. किमर्थम्? किमर्थं न भवति? निमित्तं नास्ति. उत्तमं, निमित्तं नास्ति. तत्र अन्यत् अनन्तरं किमपि नास्ति. अत्र सूत्रं किं वदति? सकारतवर्गस्य अनन्तरं वा पूर्वं वा षकारचवर्गः अस्ति चेत् एव भवति इति अर्थः तत्र. तदर्थं तत्र निमित्तं नास्ति, तर्हि कार्यमपि नास्ति. अवगतं महोदय? महोदय, एकः प्रश्नः अस्ति. अत्र तु सप्तमी अपि भवितुम् अर्हति खलु. अत्र विकल्प नास्ति, कार्यम् आदेशः पूर्वं वा परं वा. अत्र तु आदेशः पूर्वमेव, कार्यं पूर्व एव भवति खलु अत्र अस्मिन् उदाहरणे. आम् शुच्ना स्थाने शी अपि भवितुम् अर्हति खलु. पुनः वदतु. शुच्ना स्थाने शुचि अपि भवितुम् अर्हति सप्तमी विभक्ति. स्तोमस्थाने एव सर्वदा भवति, सकारतकारस्थाने एव, तवर्गे स्थाने एव. न स्तोः शुचि शुचः अपि शुचुः अपि भवितुम् अर्हति. दट् मीन्स् इफ् इट्स् इन् द सेवेन्थ् विभक्ति अपि भवितुमर्हति. हा भवितुमर्हति तर्हि. परन्तु पूर्वमपि पूर्वं वा परं वा तत् द्वयमपि सूचयितुं तृतीया उपयोगं करोति. यतोहि अत्र तकारस्थाने चकारः निमित्तं परे अस्ति. इदानीं नूतनम् उदाहरणमस्ति, निमित्तं पूर्वमस्ति इति. जगन्नाथ महोदय भवान् पठति वा? यज् एकनिमिषं महोदय, उपरि गच्छामि. अस्तु वर्षाभ्याम् एकनिमिषः इदानीमेव कृतवान्. स्तोश्च न, तदनन्तरं यज् योगः नः इति पठितं. योगः न यु यका यु योगः न स्थाने न्यकार योगः अह इति यज्ञः. अत्र निमित्तं जकारः पूर्वं कार्यं, न स्थाने ञ परम् इति. अस्तु, अत्र यज् यज् योगः नः अस्ति. तत्र तु नकार स्तुः तु इत्युक्ते तवर्गः, तवर्गीयव्यञ्जनमस्ति नकारः. तस्य स्थाने चकारस्य अनुनासिकवर्गः भवति ञकारः, सः आगच्छति. सो यज् जकारस्य स्थाने ञकारः भवति, तस्य यज्ञः इति. अत्र निमित्तं पूर्वमस्ति, तर्हि कार्यं परमस्ति इति. उत्तमं महोदय. तर्हि अनन्तरमपि पठतु नकारः नः अत्र केवलम्. अत्र केवलं नकारः इति पदम् अस्ति चेत् न योगः ञ इति कार्यं भवति वा न भवति किल. निमित्तस्य अभावे नकारः यथावत् तिष्ठति. तर्हि नः केवलं न इति इति पदं नयामश्चेत् तत्र तस्मिन् पूर्वं वा परं वा अन्यत् इति न भव न भवति, केवलम् एकः अकार विसर्गः विसर्गश्च भवति भवतः. तेन ते सर्वे निमित्तं न भवन्ति. तर्हि ते नः इति नः एव तिष्ठति. अस्तु, धन्यवादः. तर्हि अन्तिमं वाक्यमपि पठतु महोदय. निमित्तं सप्तमी विभक्त्यो चेत् पूर्वकार्यं निमित्तं, पञ्चमी विभक्त्यो चेत् परकार्यं निमित्तं, तृतीयविभक्त्यो चेत् कार्यं पूर्वं परं च. त्रिषु अपि स्थलेषु निमित्ताभावे कार्याभावः, नाम कार्यार्थं निमित्तस्य उपस्थितिः आवश्यकी. तर्हि निमित्तं स्थातव्यम् एव, नो चेत् कार्यं न भवति इति. सप्तमी विभक्ति विभक्ति अस्ति चेत् तस्य पूर्वकार्यं भवति, पञ्चमी विभक्ति भवति चेत् परकार्यं भवति. तृतीया विभक्तिः अस्ति चेत् कार्यं पूर्वमपि भवितुमर्हति परमपि भवितुमर्हति. किन्तु निमित्तं तु स्थातव्यम् एव, नो चेत् निमित्तं न भवति चेत् कार्यं न भवति. तर्हि कारणं विना कार्यं न भवति इति अर्थः. अपि च सूत्रं किञ्चित् स्मरन्तु, सप्तमीविभक्ति उदाहरणसूत्राणि, यतोहि सूत्रं स्मरन्ति चेत् झटिति मनसि आगच्छति. सप्तमी चेत् पूर्वकार्यम् अथवा सप्तमी परं आदेशस्य परं भवति अथवा कार्यस्य परं भवति, पञ्चमी चेत् कार्यस्य पूर्वं भवति, पञ्चमी विभक्तिनिर्देशस्य परं कार्यं भवति इति सर्वं. यदि सूत्रं स्मरन्ति झटिति मनसि आगच्छति. अपि च तृतीया तु स्थोश्चुनाश्चुः इति सूत्रम् अस्तु. अत्र प्रश्नः एकः प्रश्नः सन्ति वा? मम प्रश्नः किञ्चित् विवरणं करोतु. याज् युगः नः नावगच्छामि, कः सूत्रः स्थोश्चुनाश्चुः स्थिल् सूत्र? आं, तत् सूत्रमस्ति. तत्र तृतीया अस्ति, च्छुना इति तृतीया अस्ति खलु. सूत्रं स्मरन्तु यदि वदतु. यज् प्लस् नः नावगच्छामि, किं किं कः सूत्रः? तदपि स्तोश्चुनाच्छुः एव. तत्र यज् योगः नः अस्ति, नकारः वर्गः न अस्ति इति जकारः च वर्ग च वर्ग खलु च च ज ज इति च झ झ इति खलु तृतीयवर्णः च वर्गवर्णः अस्ति. महेश्वरसूत्राणि न, महेश्वरसूत्राणि न, क क ग ग न च च ज ज ञ अस्ति खलु. तत्र छु छु इति चु इत्युक्ते च छ च झ न ञ इति. महेश्वरसूत्राणि न, न न न छु इति वर्गीयव्यञ्जनः. छु इति तु इत्युक्ते तु इत्युक्ते त थ द ध न इति. महेषु सूत्राणि प्रत्याहारः न, एतत् नास्ति नास्ति न न न प्रत्याहारः नास्ति. माहेश्वरसूत्रे ऐ उण् लुक् ए ओङ् एते सर्वे प्रत्याहारः. अट् इति प्रत्याहारः, अच् इति प्रत्याहारः, परन्तु तु अथवा कु अथवा पु इति वदति चेत् वर्गीयव्यञ्जनानि क ख ग ग ङ इति कु, च च ज ज ञ इति चु. आम् आम् सत्यं सत्यम्. अत्र यज् इति किम्? यज् जकारः, जकारः ज इति किं वर्गः कः वर्गः सः अत्र तत् मार्गदर्शनसूत्राणि अत्र किं वर्ग वर्गीयव्यञ्जनः कुत्र अस्ति ज च च ज ज ञ अस्ति खलु मम समीपे नास्ति भवती ककगङ्ग जानाति च च ज ज ञ ओके वर्ग ओके पञ्चमपुटे अस्ति ककगङ्ग द च च च च वर्ग तर्हि छु इति अस्ति अत्र छुना इत्यस्मिन् निमित्तमस्ति जकारः तत्र निमित्तं किं सूत्रे निमित्तं तृतीयावर्णः तृतीयाविभक्ति पदं पूर्वं वा परं वा निमित्तम् अस्ति तत्र जकारः निमित्तमस्ति खलु इत्युक्ते च वर्गीयव्यञ्जनः अस्ति च वर्गीयव्यञ्जनमस्ति निमित्तमस्ति निमित्तमनन्तरं किं भवति तद् छु वर्णः भवति आदेशः कः च वर्गः एव आदेशः नकारस्य तत्र तवर्गस्य नकारस्य ञ इति च वर्ग ञकारः आदेशः भवति नकारस्थाने ञकारः तथा यज्ञ इति भवति यज्ञः अवगतम् इदानीम् अस्तु उत्तमं तर्हि अग्रे अनन्तरं किमपि इत् संज्ञाप्रकरणम् इति करपत्रं पठामः वा अस्तु आरम्भं कः करोति एकक्षणम् पठतु महोदय पठतु अत्र इति संज्ञा नाम का इति अस्माभिः ज्ञास्यते व्याकरणे पाणिनिना यदा किञ्चन मूलरूपं दीयते धातुः प्रत्ययः आदेशः आगमः तदा तस्य मूलरूपस्य नाम उपदेशः उपदेश अवस्थायां यानि मूलरूपाणि सन्ति तेषु बहुवारं केचन वर्णाः उपस्थिताः ये प्रक्रियायां लौकिकरूपेषु च न तिष्ठन्ति यथा गमधातुः लटि गच्छति उपदेशे अस्य धातोः नाम गमलु लु इति वर्णः लोके न तिष्ठति प्रक्रियायां तस्य लोपः भवति ये वर्णाः उपदेशे सन्ति परन्तु लोके न तेषां नाम अनुबन्धः अपि च तेषां विशिष्टा संज्ञा भवति हितसंज्ञा तर्हि इमे वर्णाः स्वयं हितसंज्ञकाः इति उच्यन्ते कृपया वदतु महोदय किं आचार्यपाणिनेः स्वस्य व्याकरणे हितसंज्ञा तथा अनुबन्धस्य रचना तत्र कृतः अस्ति प्रथमं तत्र उपदेश इति शब्दस्य अर्थः तत्र दत्तमस्ति उपदेश नाम किं तर्हि धातुः अस्माकं समीपे प्रायशः 2000 धातवः सन्ति तेषां सर्वेषां धातु इति संज्ञा भवति अनन्तरं प्रत्ययः आदेशः आगमः एते चत्वारः तेषां मूलरूपमस्ति तस्य नाम अस्ति उपदेशः उपदेश अवस्थायां यानि मूलरूपाणि सन्ति तेषु बहुवारं केचन वर्णाः उपस्थिताः नाम उपदेश अवस्थायां धातुषु प्रत्ययेषु आदेशेषु आगमेषु वा ये वर्णाः उपदेश अवस्थायां सन्ति साक्षात् ते सर्वे वर्णाः प्रक्रियादशायां सर्वे वर्णाः अग्रे न गच्छन्ति, काश्चन वर्णानां मध्ये लोपः भवति, आरम्भे लोपः भवति वा मध्ये लोपः भवति, ये वर्णाः प्रक्रियादशायां गच्छन्ति नाम तेषां वर्णानां प्रक्रियादशायां वयम् उपयोगं न कुर्मः, आचार्यपाणिनेः तेषां वर्णानाम् एका संज्ञा कृतमस्ति, तस्य संज्ञा नाम अस्ति हितसंज्ञा। ये वर्णाः उपदेश अवस्थायां सन्ति तथा प्रक्रियादशायां गच्छन्ति ते वर्णाः अनुबन्धवर्णाः, ये अनुबन्ध तथा अनुबन्धवर्णाः यदि प्रक्रियादशां गच्छन्ति चेत् तेषाम् अपरं संज्ञा भवति हितसंज्ञा। उत्तमं महोदय, बहु उत्तमम्। अत्र प्रायः स्पष्टं स्यात्, परन्तु यदि न स्पष्टमस्ति स्पष्टं भवेत् तर्हि, परन्तु महोदय बहु सम्यक् उक्तवान्। चेत् सन्देहः अस्ति यद् अन्तिमे यद् महोदय उक्तवान् अनुबन्धः इति यदा डुक्री अस्ति तस्य क्री धातु एव वयं स्वीकुर्मः तर्हि तत्र क्री इति अनुबन्धः वा? किञ्चित् विवरणं करोमि वा एकनिमिषं? हा वदतु महोदय। एकम् उदाहरणं वदामि, प्रायशः वयम् आपणतः फलानि वयं प्रायशः वयम् आनयामः, विविधानि फलानि वयं क्रीत्वा गृहे वयम् आनयामः, फलेषु किं भवति फलस्य सर्वं भागं प्रायशः वयं न स्वीकुर्मः, फलस्य उपरि भागः कानिचन भागः अस्ति, यथा वयं कदलीफलं स्वीकुर्मः, कदलीफले किं भवति कदलीफलं तु वयं गृहे आनयामः, किन्तु गृहे यदा वयं तस्य स्वीकारं कुर्मः तदा तस्य उपरि भागः यः अस्ति तस्य वयं त्यागं कुर्मः, तत् वयं त्यजामः, केवल अन्तभागः एवं वयं खादामः वा वयं स्वीकुर्मः, कानिचन फलानि तत्र सन्ति तस्य अन्तभागः वयं त्यजामः, बहिस्थभागः वयं स्वीकुर्मः, यत् भागः वयं अस्माकं भोजनसमये वयं त्यजामः तत् नाम अनुबन्धः, यत् वयं प्रायशः न स्वीकुर्मः, किन्तु आपणतः वयं यदा आनयामः तदा यथा फलम् अस्ति तदा सर्वं वयम् आनयामः, यत् अनावश्यकं भागमस्ति तत् भागं तत्र एव त्यक्त्वा वयं कदापि न आनयामः, सर्वं वयं आनयामः, किन्तु अस्माकं खादनसमये स्वीकरणीयं समये एव वयं अनावश्यकभागस्य वयं त्यागं कुर्मः। यत् अत्र उपदेश अवस्थायां धातुप्रत्यय आदेश आगमः उपदेश अवस्थायां तेषां पूर्णरूपम् अस्ति, यदा महोदय उक्तवान् डुक्रुञ् इति धातु अस्ति तथा गमलु इति पूर्णधातु अस्ति, किन्तु यदा धातु वयं साक्षात् वाक्ये तस्य प्रयोगं कुर्मः तदा डुक्रुञ् मध्ये डु गच्छति अन्ते यकारः अपि गच्छति, क्रु एव अवशिष्यते प्रक्रियादशा कृते। ये वर्णाः प्रक्रियादशायां गच्छन्ति ते अनुबन्धाः, आङ्ग्लभाषायां वदामि चेत् इट् इस् इन्केप्सुलेशन्, तस्य बहिर्भागाः तस्य वयं प्रायशः निष्कासनं कुर्मः तत् त्यजामः, तस्य एका संज्ञा भवति इत् इति। बहु उत्तमं महोदय, बहु उत्तमम्। इदानीं स्पष्टं वा महोदय? अस्तु, तर्हि इत् संज्ञा यद् वयं त्यजामः अनुबन्धशास्त्रीयरूपं तदेव औपदेशिकरूपमेव, शास्त्रीयरूपं यद्भवति तदेव औपदेशिकरूपमपि वदामः। यद् व्यावहारिकरूपं यद्भवति तस्य किमपि नामकरणं भवति वा? इत्युक्ते व्यावहारिकं रूपम् इत्युक्ते धातु वा गम् धातु यद्वा तदेव साक्षात् गम् गम्ल् इत्यस्मिन् इत्यस् इतः इति धातुतः गम् इति धातुः निर अनुबन्धरूपम् इति वदामः अनुबन्धसहितरूपं गम्ल् तद् अनुबन्धं त्यक्त्वा निर निरनुबन्धरूपम् इति वदामः तावदेव न इष्टं इत्संज्ञा इत् वर्णः त्यक्त्वा यदि गम् इति धातुः अस्ति सः धातुः निरनुबन्धरूपम् इति वदामः अनुबन्धः पूर्वं भवितुम् अर्हति परमपि भवितुम् अर्हति कुत्रापि पदस्य कुत्रापि भवितुम् अर्हति पदस्य आदौ भवितुम् अर्हति अनुबन्धः कुत्रापि भवितुम् अर्हति पूर्वं भवितुम् अर्हति तत् उदाहरणम् एवं दत्तवान् फलस्य उदाहरणं यत् भागः फलस्य वयं प्रायशः त्यजामः सः उपरि अपि भवितुम् अर्हति अन्ते अपि भवितुम् अर्हति मध्ये अपि भवितुम् अर्हति तादृशस्थितिः एव अनुबन्धः पूर्वं प्रथम पूर्वं भवितुम् अर्हति अन्ते भवितुम् अर्हति मध्ये अपि भवितुम् अर्हति उत्तमं धन्यवादः बहु उत्तमं भवान् बहु स्पष्टं कृतवान् उत्तमं महोदय अत्र इत्संज्ञायाः प्रयोजनमपि पठतु महोदय कृपया अहं न अवगच्छामि किम् इत्युक्ते इत्संज्ञः किं किं विषय महोदयस्य उदाहरणम् अवगतवती उदाहरणं फलस्य उदाहरणम् अवगच्छामि किन्तु अत्र अस्तु अस्तु अत्र अग्रे भविष्यति परन्तु अहम् एकम् उदाहरणम् अत्र गम्ल् इति अस्ति खलु गम्ल् इति धातुः धातुपाठे धातुपाठः पाणिनि दत्तवान् दत्तवान् धातुपाठं तत्र गम्ल इति लिखितवान् धातुः न तु गम् इति अत्र गम्ल इति ल इति अस्ति खलु अन्ते तद् वर्णः सः वर्णः तु इत् संज्ञावर्णकः इत् संज्ञकः वर्णः अस्ति तत् अनुबन्धः इत्युक्ते किमपि वर्णः युक्तवान् अफिक्स् इति नास्ति किमपि नूतनं वर्णं तत् अफिक्स् नास्ति परन्तु संज्ञा इत्युक्ते डेफिनेशन् टर्मिनालजि नाम इति अर्थः नाम नूतनं नाम नामकरणं संज्ञा नाम संज्ञा इत्युक्ते नामकरणम् इति अर्थः नामकरणम् यथा अहम् उदाहरणम् उक्तवान् कदलीफलं तस्य वयं प्रायशः उपरि भागं त्यजामः आम्रफलं वयं स्वीकुर्मः चेत् तस्य अन्त्यभागः अपि त्यजामः उपरि भागः अपि त्यजामः अत्र यस्य वयं त्यागं कुर्मः तत् नाम अनुबन्धः तस्य वयं स्वीकारं न कुर्मः तर्हि वयं किम् आङ्ग्लभाषायां वदामः चेत् यस्य भागस्य वयं त्यागं कुर्मः प्रक्रियादशाम् उपयोगं न कुर्मः तस्य इतसंज्ञा भवति सा पूर्वं भवेत् मध्ये भवेत् वा अन्ते भवेत् तस्य नामकरणं कृतमस्ति वर्णस्य नामकरणं कृतमस्ति इतवर्णः इतवर्णः नाम यः वर्णः गच्छति आङ्ग्लभाषायां भवान् अवदत् किं किम् इतवर्णः नाम यः वर्णः प्रक्रियादशायां गच्छति न तिष्ठति सः वर्णः इतवर्णः ओके ओके यथा गमलु अत्र उदाहरणं दत्तमस्ति गमलु उपदेश अवस्थायां नाम आद्य उच्चारणे आचार्य पाणिनेः यदा आद्य उच्चारणं कृतवान् वा कोऽपि मुनिः आद्य उच्चारणं कृतवान् तदा धातुः उच्चारणम् आसीत् गमलु इति किन्तु प्रक्रियादशायां वयं केवल गम इति धातुः उपयोगं कुर्मः लु इति वर्णस्य उपयोगः प्रक्रियादशां न भवति तर्हि लु वर्णः इतवर्णः तस्य लु इति वर्णस्य इतसंज्ञा भवति अस्तु अनन्तरम् अन्यम् वदामि अन्यम् अट् अट् कुप्वामि अट् इति अस्ति खलु अट् प्रत्याहारे के के वर्णाः सन्ति प्रत्याहारे आट् वर्ण अस्ति न न अट् इति प्रत्याहारः इति अच् इति प्रत्याहारः चिन्तयतु अच् इति अच् अच् सर्वे सर्वे सर्वे स्वराः अनन्तर भवान् भवती वदतु आ इ उ तत् सर्वं माहेश्वरसूत्रेषु वदति क्रमेण वदतु आ इ उ र र ए ओ ए औ ऐ औ खलु ऐ औ ऐ औ अत्र अन्तिमं चकारः अस्ति खलु अच् ऐ औच् इति अस्ति तद् इत् संज्ञा अस्ति इत् तद् इत् वर्णः अस्ति वयं त्यजामः तत् अस्तु उत्तमं महोदय भवान् धातु अत्र अस्ति खलु धातुः प्रत्ययः आदेशः आगमः इति प्रथमपङ्क्त्यम् अस्ति खलु व्याकरणे पाणिन्या यदा किञ्चन मूलरूपं दीयते धातुः प्रत्ययः आदेशः आगमः एतेषु सर्वेषु भवति भवितुमर्हति इत्संज्ञा इत् इति किन्तु आदेशः आगमः आदेशस्य नो चेत् आगमस्य मूलरूपं किम् अस्ति अग्रे पठामः वयं चिन्ता नास्ति इदानीं मूलरूपं किं भवति इति भवती एव अवगच्छति अग्रे महोदय पठतु भगिनि अग्रे अग्रे किञ्चित् स्पष्टं भवति इतसंज्ञायाः प्रयोजनं किम् इति चेत् यस्य वर्णस्य इतसंज्ञा तस्य लोपः भवति केषां केषां वर्णानाम् इतसंज्ञा भवति इति ज्ञायते इतसंज्ञाविधायकसूत्रैः तत्र सप्तसूत्राणि सन्ति मिलित्वा तेषां नाम इतसंज्ञाप्रकरणम् पाणिनेः प्रमुखग्रन्थाः अष्टाध्यायीः इदं प्रकरणम् अष्टाध्याय्याम् एभिः च सप्तभिः सूत्रैः सर्वत्र इतसंज्ञाविधायककार्यं सिध्यति प्रथम अध्यायस्य तृतीयपादस्य द्वितीयसूत्रात् आरभ्य अष्टमसूत्रपर्यन्तम् अत्र इतसंज्ञायाः प्रयोजनं किम् अस्ति इतसंज्ञायाः इतसंज्ञा किमर्थं करणीयम् इति विषये अत्र उक्तमस्ति इतसंज्ञायाः एकमेव उद्देशमस्ति यस्य वर्णस्य इतसंज्ञा भवति तस्य लोपः भवति लोपः नाम अदर्शनं तस्य वर्णस्य प्रक्रियादशायाम् उपयोगं न करणीयं स्वीकारं न करणीयम् इति उद्देशः अस्ति इतसंज्ञावर्णस्य अधुना केषां केषां वर्णानाम् इतसंज्ञा भवितुम् अर्हति इति इतसंज्ञाविधायक सूत्राणि सन्ति प्रथमाध्यायस्य तृतीयपादे अत्र दत्तमस्ति द्वितीयसूत्रतः आरभ्य अष्टमसूत्रपर्यन्तं कस्य कस्य वर्णस्य इतसंज्ञा भवितुम् अर्हति इति पूर्णप्रकरणरूपेण इतसंज्ञाविधायकप्रकरणरूपेण अष्टाध्याय्याम् आचार्यपाणिनेः सप्तभिः सूत्रैः तत्र दत्तमस्ति कस्य कस्य वर्णस्य इतसंज्ञा भवति इतसंज्ञा कृत्वा तस्य वर्णस्य प्रक्रियादशायां लोपं करणीयम् इति तस्य उद्देशः उत्तमम् अत्र प्रश्नः अग्रे पठिष्यामः इदानीम् अत्र किञ्चित् स्पष्टं नास्ति चेदपि अग्रे पठामः परन्तु तत्र इत्संज्ञावर्णः के इत्संज्ञावर्णः भवितुमर्हति किमपि भवितुमर्हति इति न तत्रापि किञ्चित् नियमाः सन्ति काश्चन नियमाः सन्ति केचन नियमाः तत्र किञ्चित् अत्र पठामः वयं सूत्रं कुत्र अस्ति सूत्राणि कुत्र सन्ति इति उक्ते प्रथम अध्यायस्य तृतीयपादे अस्ति इति उक्तं भवन्तः सर्वे कृपया तद् सूत्रपाठं क्रीणन्तु अहं लिङ्क् प्रेषयिष्यामि अद्य अथवा भवन्तः ईमेल् ग्रूप्स् मध्ये सन्ति चेत् श्रीविद्या भगिनी एकं पत्रं प्रेषितवती, पुस्तकद्वयं कृपया क्रीणन्तु इति. तत्र पुस्तकद्वयं, तत्र प्रथमं पुस्तकमस्ति सूत्रपाठः, कृपया क्रीणन्तु. तत्र प्रथमपादे अष्टसूत्राणि सर्वाणि दत्तानि सन्ति. तत्र प्रथम अध्याये तृतीयपादे, फस्ट् चाप्टर् थर्ड् पादम् इति, तृतीयपादे अस्ति. अस्तु, धन्यवादः महोदय. सरोजा भगिनी भवती पठति वा इदानीं? महोदय, मम कृते करपत्रं नास्ति, केवलं किमर्थं भवती करपत्रं नास्ति चेत् कुत्र इति न अवग न जानाति वा, अथवा सङ्गणकस्य पुरतः नास्ति वा? सङ्गणकमेव नास्ति. अस्तु, चिन्ता नास्ति. इदानीं कृपया म्यूट् मध्ये गच्छतु कृपया. चिन्ता नास्ति, चिन्ता नास्ति. सङ्गणकं कार्यं न करोतु, अत एव किञ्चित् प्राब्लम्. चिन्ता नास्ति, कृपया म्यूट् मध्ये गच्छतु, यतोहि ध्वनिः श्रूयते. धन्यवादः. अस्तु, तर्हि कः प्रश्नः? उपदेशः इत्युक्ते अनुबन्धः सहित मूलरूपम्. आम् आम्, सत्यम्. उपदेशः इत्युक्ते सूत्रम् अथवा धातुपाठः, ये ये पाणिनिना रचितं रचितानि यानि यानि पाणिना रचितानि तानि सर्वाणि उपदेशः इति वदति. सूत्रमपि उपदेशम्, एकं सूत्रम् उपदेशः. सूत्र चतुस्सहस्रसूत्राणि सन्ति, तानि अपि उपदेशः इति वदामः. धातुः अपि, धातुपाठः अपि उपदेशः इति वदामः. तथा अस्तु, तर्हि कः पठति अत्र? भानुचैतन्यमहोदय, भवान् पठति वा अग्रे? अनुनासिकाः स्वराः इति. आं महोदय, अनुनासिकाः स्वराः. उपदेशे नाम पाणिनेः मूलधातुषु, मूलप्रत्ययेषु, मूलादेशेषु, मूलागमेषु च केचन स्वराः अनुनासिकाः. अनुनासिकः स्वरः नाम यस्मिन् अचि इति अनुनासिक अनुनासिक सः गतवान् प्रायः, न सः प्रायः गतवान्. मलर् सः तस्य छिद्रम् अभवत्, लैन् कट् अभवत्. भवती पठति वा? पठामि भवति. अनुनासिकाः स्वराः उपदेशे नाम पाणिनेः मूलधातुषु, मूलप्रत्ययेषु, मूलादेशेषु, मूल आगमेषु च केचन स्वराः अनुनासिकाः. अनुनासिकाः स्वराः नाम यस्मिन् अचि इति अनुनासिकचिह्नम् अस्ति. सामान्यतया धातुकोशेषु पश्यन्ति चेत् धातुषु न कुत्रापि अनुनासिकचिह्नं दृश्यते. किमर्थम् इति चेत् प्राचीनकाले एकं सम्पूर्णं स्वरविज्ञानम् आसीत्. अस्माकम् आधुनिकयुगे इदं विज्ञानं लुप्तम्. अतः स्वरविषये अस्माकं क्लेशः. स्वरविज्ञानस्य अभावे धातुकोशेषु अनुनासिकचिह्नानि न दत्तानि. किन्तु पाणिनेः सूत्रेषु अनुनासिकस्वराणां प्रयोगो भवति। यथा उपदेशे अजनुनासिक इत् इति प्रथमम् इत् संज्ञां विधायकं सूत्रम्। उपदेशावस्थायां यः अच् अनुनासिकः अस्ति तस्य इत् संज्ञा भवति अनेन सूत्रेण। अस्तु, अत्र किम् उक्तं वदतु? अनुनासिक उपदेशे पाणिनेः मूलधातुषु प्रत्ययेषु आदेशेषु च केचन स्वराः अनुनासिकाः, परन्तु अननुनासिकाः स्वराः नाम यस्मिन् अचि अहं वक्तुं न शक्नोमि महोदय। चिन्ता नास्ति, भवती सम्यगेव वदति। अस्तु, अहं साहाय्यं करोमि। अत्र अचि इत्युक्ते स्वरेषु स्वरवर्णेषु अत्र अर्ध बिन्दुः अपि च अर्धचन्द्रबिन्दुः इति वदामः खलु, चन्द्रबिन्दुः अस्ति चेत् तत् अनुनासिकः अनुनासिकस्वरः इति वदामः। यदि तत् स्वरम् अनुनासिक चन्द्रबिन्दुः अस्ति तत् अनुनासिक स्वरः इति अवगच्छामः वयं। तच्चिह्नमस्ति चेत् तदा चन्द्रबिन्दुचिह्नमस्ति खलु तथा अनुनासिकस्वरः, स्वराः अनुनासिकः भवतु भवितुमर्हति अपि च अननुनासिकः भवितुमर्हति। अनुनासिकस्वरः इत्युक्ते यत्र यत्र चन्द्रबिन्दुः नास्ति तद् अननुनासिकस्वरः। अनुनासिकस्वरः इत्युक्ते चन्द्रबिन्दुः भवति। अनुनासिकस्वरः इत्यस्य उच्चारणं किञ्चित् नासिका उपयुज्य, अकारः अ इत्येव न वदामः, आ इति नासिका उपयुज्य किमपि नासिकातः अपि वायुः आगच्छति, अनुनासिका इति वदामः। इदानीम् अग्रे वदतु। अग्रे वदतु भगिनि। प्राचीनकाले एकं सम्पूर्णं स्वर विज्ञानम् आसीत्। इदानीम् अहं लुप्तं न कुर्मः, उत्तमम्। अत्र प्राचीनकाले सर्वम् अत्र स्वराः तु अननुनासिकसर्वाः स्वराः अनुनासिकस्वराः अपि उपयोगे आसीत्। इदानीं तत्सर्वं गतम्, अनुनासिक स्वराः न उपयोगं भवति एव। स्वरविज्ञानस्य अभावे धातुकोशेषु अनुनासिकचिह्नानि न दत्तानि। किन्तु पाणिनेः सूत्रेषु अनुनासिकस्वराणां योगे एव भवति किल प्रयोगः भवति। पूर्वं पाणिनिसूत्रेषु अनुनासिकस्वराणां प्रयोगः भवति एव अद्य इदानीम् अद्यतनभाषायां नास्ति परन्तु पुरातनकाले पाणिनि यदा पाणिनिः आसीत् तदा अनुनासिकस्वराः अपि आसीत् इति चिन्तयति चिन्तनमस्ति। तर्हि सः अपि प्रयोगं करोति। उदाहरणं दीयते, उपदेशे अजनुनासिक इत् अत इत् संज्ञा प्रयोगम् अस्ति किल, तत्र इत् इति तद् अनुनासिक अज् अच् अनुनासिक अच् उपदेशे इत्युक्ते सूत्रपाठे अथवा धातुपाठे अनुनासिकस्वराः अस्ति चेत् ते इत् संज्ञकवर्णाः इति अर्थः। अवगतम्? अवगतम् इति प्रथमम् इत् संज्ञा प्रथमं सूत्रम् इत् संज्ञा विधायकं उत्तमम् उपदेशे वदतु वदतु न अवगतं वदति किम् पुनः वदामि। अत्र उपदेशे इति उपदेशे इत्युक्ते किम्? उपदेशे इत्युक्ते धातुपाठः अथवा सूत्रपाठः सर्वे। अत्र अस्मिन् पाठे अनुनासिक अच् अस्ति चेत् सः इत्संज्ञकवर्णः इति अर्थः. इदम् अनुनासिकवर्णः इत्युक्ते किम् इति जानाति? अवगत आन् भगिनी भवती अपि अनुस्वार अनुनासिक अनुनासिक अनुनासिक भिन्नम् अनुस्वारः भिन्नं. तत्र चन्द्रबिन्दुः अस्ति चेत् चन्द्रबिन्दुः केवलं बिन्दुः अस्ति चेत् अनुस्वारः. तत्र चन्द्रबिन्दुः अस्ति चेत् लोपः कदा फार् एक्साम्पल् संज्ञा तत्र न्यायस्य अनुनासिकः तत् सत्यं, परन्तु वर्गीयव्यञ्जनेषु तद् अनुनासिकः. परन्तु स्वरे स्वर अनुनासिकस्वरः इति अस्ति, अ इति स्वरे अनुनासिक अकारः अपि च आन् अनुनासिक अकारः इति द्वयमपि अस्ति. अत्र अनुनासिकस्वरः इत्युक्ते अ, तदनन्तरं तद् उपरि चन्द्रबिन्दुः अपि च बिन्दुः भवति. चन्द्र किमपि चन्द्र अर्ध चन्द्रः इदानीं नास्ति, इदानीं लोके नास्ति, इदानीं प्रयोगे नास्ति, परन्तु तदपि एकः वर्णः अस्ति. तत्र अनुनासिक अकारः अस्ति चेत् अथवा अनुनासिकस्वरः अनुनासिक इकारः अनुनासिक उकारः अस्ति चेत् ते सर्वे इत् वर्णाः इति पाणिनिः उक्तवान्. इदानीम् अवगतं सुमन् भगिनी? अस्तु, प्रायः उदाहरणं दृष्ट्वा एव वक्तुं शक्नुमः. सत्यम्. अग्रे पश्यामः. प्रश्नः अस्ति, इत् इत् पदम् अण्ड् अनु किमस्ति अनुबन्धः भिन्नं किम् अस्ति? तत्र भेदः कः? समान अर्थः एव, परन्तु अनुबन्धः अनुबन्धः इति लौकिक अर्थः, लौकिकपदम् इदम् अनुबन्धः इति सः उक्तवान् खलु. तद् तत्र किञ्चित् बीजमस्ति आम्रफलेषु, तत्तु अनुबन्धः. परन्तु पाणिनि व्याकरणलोके पाणिनिलोके इत् इति तस्य नाम. अस्तु अस्तु. अस्तु, भानुचन्द्रमहोदय भवान् पुनः आगतवान् खलु? अहम् अस्मि भोः. परन्तु भवतः पूर्वं चिह्नम् अभवत् कनेक्षन्. एकघण्टानन्तरं गच्छति. अस्तु अस्तु, चिन्ता नास्ति. भवान् पठति वा अग्रे के स्वराः? के स्वराः अनुनासिकाः इति विज्ञानं यदा अस्माकं सविधे नास्ति तदा अस्य सूत्रस्य प्रयोगं कथं कर्तुं शक्नुयाम? वयं फलं दृष्ट्वा अनुमानं कुर्मः यत्र अनुनासिकचिह्नं स्यात्. यत्र मूलधातौ कश्चन स्वरः आसीत् यत् लौकिकधातौ नास्ति तत्र अवगम्यते यत् सः स्वरः अनुनासिकः आसीत्. अतः उपदेशे अजनुनासिक इत् सूत्रेण तस्य लोपः जातः. वदतु किमस्ति तत्र? के स्वराः अनुनासिकाः यदा उपरि दत्तं, के स्वराः अनुनासिकाः इति वयं ज्ञातुं न शक्नुमः. तदा सूत्रे पाणिनीयसूत्रे अपि यदा सम्भवति तदा कथम् एतत् ज्ञातुं शक्यते? वदति अनुमानं कर्तुम् अर्हति तत्र फलं दृष्ट्वा अनुमानं कुर्मः अनुनासिकचिह्नं कथम् अर्थम् इति. उत्तमम्. अग्रे अपि पठतु. यथा गम् लृ धातुः अत्र लृ इति अच् वर्णः औपदेशिकधातौ अस्ति, लौकिकधातौ च नास्ति, लौकिकधातौ च नास्ति, अतः तस्य लोपः जातः स्यात्। अनेन बुध्यते यत् नृ इति अच् वर्णः अनुनासिकः अपि च उपदेशे अजनुनासिक इत् इति सूत्रेण तस्य इत् संज्ञा भवति, तदा अन्यत् सूत्रम् अस्ति तस्य लोपः, येन इत् संज्ञकवर्णानां लोपः भवति। तर्हि तस्य लोपः इत्यनेन ऋ लोपः दम् इति अवशिष्यते। अत्र किम् अस्ति यथा गम् लृ धातुः, अत्र लृ इति अच् वर्णः औपदेशिक उपदेशिकधातो धातौ अस्ति, लौकिकधातौ च नास्ति। हा, लौकिकधातुः न अस्ति, एतत् गम् लृ एतत् औपदेशिकधातुः अस्ति। तत्र तस्य लौकिकधातुः रूपं किम्? गम् गम् गम् गम् लु इति धातुपाठे अस्ति, परन्तु गम् इत्येव लौकिकधातुः। तत्र किम् अभवत्? लु इत्यस्य गतिः का? पुनरेकं वदतु भवान्। लु लु इत्यस्य गतिः का? लु इति किमर्थं गतम्? इत् अस्ति, तद् लोपः एव। लोपः, तस्य लोपः इति सूत्रमेकमस्ति, तद् इत् संज्ञा अस्ति, किमर्थम् इत् इति प्रश्नः। अस्तु, आम्, किमर्थम् इत् संज्ञा अस्ति तत्? अनेन बुध्यते यत् लृ इति अच् वर्णः अनुनासिकः अपि च उपदेशे अज् अनुनासिक इत् इति सूत्रेण तस्य इत् संज्ञा भवति। भवान् सहायं करोतु। तत्र ल इति स्वरः अस्ति खलु, स्वरः स्वरः अस्ति ल इति, तत् स्वरः लौकिकदात धातौ नास्ति, परन्तु उपदेश उपदेशावस्थायाम् अस्ति। तर्हि स्वरः एकः गतः, तर्हि सः स्वरः अनुनासिकस्वरः एव भवितुम् अर्हति इति अनुमानं कुर्मः खलु। तत् ल इत्यस्मिन् उपरि चन्द्रबिन्दुः नास्ति न, परन्तु यदा यथा वयम् उक्तवन्तः, वयं सर्वे त्यक्तवन्तः अनुनासिक अनुनासिकस्वराः अपि च चन्द्रबिन्दुः इति सर्वं गतं, पूर्वकाले आसीत्, इदानीं नास्ति। तदर्थं परन्तु गम्लु इति एव अस्माभिः श्रूयते, गम्लु इति गम्लू इति न श्रूयते, गम्लु लु इति नासिका उपयुज्य अपि वक्तव्यं, तत् अनुनासिक लु इति तत्, परन्तु वयं गम्लु इति एव उक्तवन्तः, गम्लु इति नास्ति। परन्तु यदि यथा वयं जानीमः अपि तत् अनुनासिक चन्द्रबिन्दुः सर्वं गतं, तदर्थं तत् लु इति अनुनासिक अच् भवितुम् अर्हति, तदर्थं गतम् इति वयम् अनुमानं कुर्मः। अवगतम् एषः विषयः? किमपि सर्क्युलर् रीजनिङ्ग् अस्ति खलु, गच्छति अतः इत् संज्ञा, किन्तु किमर्थं गच्छति न अत्र नास्ति, न किमर्थं गच्छति इति अत्र अस्ति खलु, उपदेशे अजननास्य इत् तस्य लोपः, लोपः इत्युक्ते गच्छति इति अर्थः। तत् जानामि, किन्तु अनुनासिक चन्द्रबिन्दु नास्ति, न परन्तु चन्द्रबिन्दु नास्ति, तत् सत्यं, तदेव उक्तवन्तः, पूर्वम् आसीत् इदानीं नास्ति, तत् चन्द्रबिन्दुः एव स्यात्, तदर्थमेव गच्छति खलु, अथवा किमर्थं गच्छति अनुनासिक अच् नास्ति चेत् न गच्छति खलु। गच्छति अतः च चन्द्रबिन्दुः स्यात्, आमां गच्छति अतः तन्त्रबुद्धिः स्यात् परन्तु अत्र अनुमानं भविष्यति अस्तु अनन्तरम् अन्य एक अस्ति उपायमपि अस्ति यदि परम्परायाः टीका व्याख्या लिखन्ति खलु वैयाकरणः व्याख्यां लिखन्ति व्याख्यायां भवति एतद् अनुनासिकाच्छे इति भवति इति अथवा गुरुपरम्परया अहं मम गुरुः वदति तस्य गुरुः वदति तथा गुरुपरम्परया आगच्छति अथवा टीकायाम् आगच्छति अथवा अनुमानं यदा परन्तु टीका अथवा आचार्यमुखेन आगच्छति सः एव प्रमाणं भवति शिष्ट शिष्टाप्रमाणम् इति शिष्टानां प्रमाणं भवति अस्तु उपदेशे अच् प्लस् अनुनासिका अस्ति चेत् तस्य इत् हा सत्यं तदेव तावदेव अवगतवती आन् भगिनि किञ्चित् अवगच्छामि अस्तु एवमेव उपदेशे अनुनासिका अच् अस्ति चेत् तत् इत् संज्ञा भवति कथम् अनुनासिकः इति ज्ञातुं शक्नुमः इत्युक्ते तत्र किञ्चित् क्लेशः अस्ति परन्तु गुरुपरम्परया आगच्छति अथवा टीका भाष्यानि भाष्यमस्ति महाभाष्यमस्ति तत्र लिखति भाष्यकारः अपि च टीकाकारः लिखति अथवा गुरुपरम्परया आगच्छति अस्तु अग्रे भवती एव पठति वा आन् भगिनि ल अनुनासिकः अस्ति इति अस्तु लृ अनुनासिकः अस्ति इति कथां ज्ञातां फलं दृष्ट्वा लोके गम् इत्येव दृश्यते अतः लृ इत्यस्य लोपः जातः चेत् उपदेश अज् अनुनासिक इत्येव सूत्रेण अर्हति स्म अतः लृ अनुनासिकः स्यात् इति अनुमानम् अस्माकम् तत्र अनुमानम् इति उक्तवान् सः ल इति कथं गच्छति इति दृष्ट्वा अनुमानेन इति वदति सः लोके गम् इत्येव धातुः अश् अस्ति गम् ल इति नास्ति तथा ल इति गच्छति ल अच् वर्णः अस्ति तत् उपदेशे अच् वर्णः अस्ति परन्तु गच्छति तदर्थम् अनुनासिक अच् एव स्यात् इति अनुमानं कर्तुं शक्नुमः इति वदति अस्तु तर्हि अग्रे किञ्चित् अन्य एतावता अच्वर्णः कथं इत् स्यात् अथवा अनुबन्धः स्यात् इति पठितवन्तः अग्रे अन्ये वर्णाः किञ्चित् तेषामपि इच् संयकः भवति इच् संयकविधायकसूत्रः सूत्राणि भवन्ति तानि पश्यामः अग्रे अग्रिमवर्गे अस्तु अत्र स्थगयामः वदतु मम प्रश्नः अस्ति पणिनि कदा प्रायः प्रायः भवती किं किञ्चित् गूगल् करोतु विकिपीडिया करोतु परन्तु 2500 BC इति अहं चिन्तयामि परन्तु 2000 प्रायः भवती गूगल् अथवा विकिपीडिया करोतु भवती एव अस्तु अत्र स्थगयामः हेण्ड् औट् 2A अस्ति खलु तत्र तत् सूत्रेण कु इति कवर्गः पु इति पवर्गः आ इति उपसर्गः अनुस्वारः कुतः आगच्छति आ इति आङ् इति अस्ति खलु आङ् इति किं कश्चन उपसर्गः आ इति उपसर्गः आगच्छति इति अस्ति खलु तत्र आङ् इति उपसर्गः अस्ति अपि च अनुस्वारः नुन् इति अस्ति नु इति अनुस्वारं सूचयति नुम् इति तत्रापि नुम् नुम् अत्र नुम् इत्यस्य अत्र उ इति अस्ति खलु नकार उकार मकार अस्ति तत्र उ इति अस्ति तद् उपदेशे अजनुनासिके इत् अत्यनेन गच्छति क्षम्यतां पुनः वदतु नुम् इति अस्ति खलु नुम् अन्ते मकारः गच्छति तदपि इत्संज्ञा भवति तत्र उ इति अस्ति खलु नुम् इत्यस्य नकारः उकारः मकारः अस्ति तत्र उ इति स्वरः अपि अनुनासिकस्वरः ओ तदपि गच्छति आं नकारः एव तिष्ठति परन्तु अनुस्वारनकारः तत् अग्रे पश्यामः वयं पश्यामः अस्तु अत्र स्थगयामः धन्यवादः शुभरा शुभरात्रि शुभदिनं धन्यवादः।